गीता श्रीधर अस्ति वा? नमस्कारः भगिनि, सुप्रभातं भगिनि. नमस्कारः. अत्र आरम्भश्लोकं वक्तुम् इच्छति वा? आं भगिनि, प्रदर्शयति वा भगिनि? एकनिमिषम्. येनाक्षरसमाम्नायमधिगम्यमहेश्वरात् कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. येन धौता गिरः पुंसाम् विमलै शब्दवारिभिः तमश्चाज्ञानजम् भिन्नम् तस्मै पाणिनये नमः. वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीवाग्देव्यै नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. अस्तु, धन्यवादः. धन्यवादः. अद्यतनवर्गस्य व्याकरणवर्गस्य सुस्वागतम्. अत्र गतवर्गे दशगणविषये किं किम् अभवत्, शत्रुपतिं योजनेन किं किम् अभवत् इति दृष्टवन्तः. अनन्तरम् अत्र नूतनधातुः अचिष्णु धातु ब्रुवङ् युवोर् इयङ् उवङ्गौ इत्यनेन इकारस्य स्थाने इयङ् उकारस्य स्थाने उय उवङ्ग् इति दृष्टवन्तः. रस्व स्लौ इत्यनेन द्वित्वम् अभवत्. अनन्तरं ह्रस्वः इत्यनेन अभ्याससमये ह्रस्वत्वं भवति इति दृष्टवन्तः. उदाहरणरूपेण दा दा इति स्वीकुर्मः, स्वीकृतवन्तः. अनन्तरम् अत्र स्नाभ्यस्तयोरातः इत्यनेन प्रथमं दा इत्यस्मिन् ह्रस्वः भूत्वा ददा इति भवति. स्नाभ्यस्तयोरातः इत्यनेन अत्र दा इति अस्ति चेत् तत्रापि आकारस्य लोपः भवति, दद् भवति. अत् योजनेन ददत् इति भवति. अनन्तरम् अत्र अतौत् सार्वधातुके इत्यनेन अत्र कुरु स्थाने कर् स्थाने कुरु भवति, अकारस्य स्थाने अत्र उकारः भवति. अनन्तरं स्नानलोपः इत्यनेन अत्र स्नम् प्रत्ययस्य उत्तरस्य नकारस्य लोपः भवति. अनन्तरम् अत्र नसौरल्लोपः इत्यनेन अत्र नकारस्य लोप नकार उत्तरवति अकारस्य लोपः, स्नसौरल्लोपः. अथवा तत्र उन्द् इति अन्तिमरूपं निष्पन्नम्. अनन्तरं कर्तृते अर्धधातुकानां कृत् कृत् प्रत्ययानां किं किम् अभवत् इति छुटु इत्यनेन अत्र नकारस्य लोपः भवति. युवोरणकौ इत्यनेन यु स्थाने यु इत्यनयोः स्थाने अत्र यु स्थाने अण यु स्थाने अख उ स्थाने न यु स्थाने अण उ स्थाने अख इति अभवत्. अनन्तरम् अत्र साधारणतया दशगणः विषये अत्र किञ्चित् क्लेशः नास्ति एव. सर्वत्र भ्वादिगणः अगादिगणौ ज्योत्यादिगणौ सर्वत्र अत्र पाठकः वाचकः दायकः इत्येव भवति, अख इति स्वीकुर्मः चेत्. अनन्तरम् अत्र कर्तरि शप् बाधित्वा एव विकर्णप्रत्ययं भवति. ष्यन् स्नु शा इत्यस्य अकारः एव अन्तिम आकृतिः भवति इति. अनन्तरम् अनियर् प्रत्ययं योजनेन अपि अत्र दशगणविषये किमपि भ्वादौ अदादौ जुहोत्यादौ दिवादौ स्वादौ अत्र अनियर् योजनेन पठनीय गमनीय दानीय नशनीय आपनीय लेखनीय इत्येव भवति. अत्र किञ्चित् अपि परिवर्तनं नास्ति एव. अनन्तरम् अत्र धातुगणः तु पूर्वम् अत्र इतस्ततः सन्ति एव, परन्तु अस्माकं कृते पुष्पमहोदयेन अकारान्तः आकारान्तः इकारान्तः ईकारान्तः तादृशम् अत्र पृथक्तया दत्तवती. अनन्तरमत्र यत्र एजन्तदातवः अपि अस्ति. अनन्तरम् उपदायां किं किं भवति इति अत्र अदु उपदा इदु उपदा उदु उपदा ऋदु उपदा अवशिष्टाः अपि किञ्चित् धातवः अपि सन्ति. अनन्तरम् ईडागमविषये वयं दृष्टवन्तः यत्र ईडागमः पठितवान् खादितवान् इति क्रीडितुं जीवितुं खादितुं क्रीडितव्यं स्पर्धिता दयिता यत्र यत्र ईकारविषये श्रूयते एतत् ईडागमः इति संज्ञा भवति ईडागमः इति भवति. अनन्तरम् अत्र कुत्र इदानीं द्रष्टव्यम् इत्युक्ते अत्र आर्धधातुकस्येट् बलादेः इति पूर्वमेव वयं दृष्टवन्तः आर्धधातुकस्येट् बलादेः इति किं भवति इति अत्र गीता श्रीधर् पठितुं शक्यते वा आर्धधातुकस्येट् बलादेः इति भगिनि आर्धधातुकस्येट् बलादेः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति. वलादेरार्धधातुकस्य आगमः स्यात् इट् आगमः तित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य स वलादेः बहुव्रीहि तस्य वलादेः. आर्धधातुकस्य षष्ट्यन्तम् इट् प्रथमानन्तम् इट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदम् इदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट्. अत्र आर्धधातुकस्य बलादेः आर्धधातुक अस्ति प्रत्ययमस्ति आदौ अत्र वल् प्रत्ययः इति अत्र भवितव्यम्. एतदेव अत्र निमित्तं भवति. अन्तिमवर्णः अस्ति चेत् अन्तिमवर्णः अस्ति चेत् तस्य एव इडागमः भवति इति एतत् सूत्रम् उक्तवान्. एतत् सूत्रेण अत्र द्रष्टुं शक्नुमः वलादेः आर्धधातुकस्य वलादेः इत्युक्ते अत्र इट् आगमः भवति. इट् आगमः भवति इट् इति टित् भवति अन्तिमवर्णः टित् भवति. अतः आद्यन्तौ टकितौ इति सूत्रेण टित् कुत्र भवति आदि भवति चित् कुत्र भवति अन्ते भवति. अत्रैव उत्तरमस्ति आदि अन्तौ टकितौ आदि टक् टित् अस्ति आदि अन्तौ कित् अस्ति अत्रैव उत्तरमस्ति. इत्यनेन वल् प्रत्याहारे यकारं विहाय वल् प्रत्याहारे किं किं वर्णाः सन्ति चेत् वर्गस्य प्रथमसर्गस्य द्वितीय तृतीय चतुर्थ पञ्चम अत्र यकारं विहाय सर्वाणि व्यञ्जनानि अस्ति. एतदेव वल् प्रत्याहारः. अत्र तत् अङ्गस्य अन्तिमवर्णस्य एव एकारः श्रूयते. अतः तत्र अङ्गात् वलादेः आर्धधातुकस्य बलादेः इति भवति. अनन्तरम् अत्र पूर्णिमप्रकाश अग्रिम परिच्छेदः पठतु. नेङ्गवशीकृति सप्तमाध्याये द्वितीयपादे अष्टम नेङ्गवशीकृति अस्तु अस्तु प्रत्ययस्य आदौ वश्प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो न भवति. प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् अन्यतमवर्णः अस्ति चेत् इत्युक्ते वश् इति प्रत्याहारः वल् इति प्रत्याहारं पूर्वं दृष्टवन्तः. इदानीं वश् इति प्रत्याहारः हाय वश् इति प्रत्याहारं किं किम् अभवत् वरट् जपगणनं वरट् रण् यमगणनं भगिनि अन्तिमश्लोकमागतम् एकनिमिषं त्रीणि वट् प्रत्यहारे अत्र वल् प्रत्यहारे दृष्टवन्तः यकारं विहाय सर्वाणि व्यञ्जनानि अस्ति इति. इदानीमत्र वश् प्रत्यहारे नेडवशीकृति सूत्रमस्ति अकार यकारौ विहाय वश् किं किम् अस्ति हकारः यकारः विहाय मृदुव्यञ्जनानि एव कर्कषव्यञ्जनानि मृदुव्यञ्जनानि अस्ति अर्थ मृदुव्यञ्जनानि एव वश् प्रत्यहारे अस्ति. इदानीं वल् प्रत्यहारे वल् प्रत्यहारे स्वीकुर्मः चेत् अत्र यकार वकारौ विहाय न यकारं विहाय सर्वाणि व्यञ्जनानि वश् मध्ये मृदुव्यञ्जनानि एव अभवत् भवन्ति परन्तु वल् प्रत्यहार यकारं विहाय सर्वाणि व्यञ्जनानि एतदेव अर्धधातुकस्वेट् बलादेः इति सूत्रं वदति. इदानीं वश् प्रत्यहारे किं किम् अभवत् इदानीम् एव दृष्टवन्तः हकार अकार यकार विहाय अनन्तरं मृदुव्यञ्जनानि एव नेड् वशीकृति इति सूत्रं वदति. अत्र एतत्तु निषेधकसूत्रम् कुत्र निषेधः भवति यत्र प्राप्तिः भवति तत्र एव निषेधकं भवति. अत्र मृदुव्यञ्जनानि अपि सन्ति अत्र कृतप्रत्ययस्य आदौ वश् प्रत्यहारे अन्यत अन्त्य अन्यतमवर्णः अस्ति चेत् तस्य इदाघम अन्यतम इत्युक्ते अन्यतम इदानीं वश् प्रत्यहारे अन्यतमवर्गः वश् वश् प्रत्यहारे इदानीं किं किं दृष्टवन्तः वश् प्रत्यहारे अन्यतम विहाय अकारं हकार यकार विहाय मृदुव्यञ्जनानि विहाय अन्यतमवर्णः अन्यतमवर्णः किं किं भवति अत्र मृदुव्यञ्जनानि अस्ति कर्कषव्यञ्जनानि अस्ति चेत् अत्र भवति वश् प्रत्यहारे किं भवति ईडागमः भवति इति. इदानीं हकार यकार विहाय मृदुव्यञ्जनानि अस्ति चेत् अत्र नेडवशीकृति इति निषेधकसूत्रम् आददातुकस्य बलादेः किम् अत्र एतत् सूत्रं किम् उक्तम् एतत् सूत्रेण किम् उक्तम् आर्धदातुकस्य बलादेः सूत्रं किम् अत्र प्रतिपादितम् अत्र बलादे अस्ति चेत् आर्धदातुकस्य इट् भवति हा इट् एव इडागमः अत्र भवति पठितुम् इच्छति खादितुम् इच्छामि सर्वत्र अत्र ईकारः श्रूयते केन सूत्रेण अत्र ईकारः श्रूयते आर्धधातुकस्य बलादेः एव एतत् एव सूत्रं प्राधान्यसूत्रमस्ति. किं प्राधान्यम् अत्र इडागमः श्रूयते पठितुं खादितुं वञ्चितुं यत्र यत्र इडागमः श्रूयते तत्र एव आर्धधातुकस्य बलादेः श्रूयते. आर्धधातुकस्य बलादेः इति सूत्रम् अत्र किं प्रतिपादितम् कोऽपि इडागमः भवति इति इडागमः भवति इति आर्धधातुकस्य बलादेः सूत्रं वदति एतदेव अत्र आद्यन्तौ टकितौ किमर्थम् अत्र आगच्छति अत्र आद्यन्तौ टकितौ किमर्थम् आगच्छति चेत् अत्र अन्ते अन्तिमवर्णः अस्ति चेत् अत्र आद्यन्तौ टकितौ अत्र टित् अस्ति वा कित् अस्ति वा पूर्वम् एतत् पदं स्थापनीयं वा अन्ते स्थापनीयं वा इत्येव आद्यन्तौ टकितौ परन्तु इडागमस्य विषये सूत्रं किम् इदानीं नेड् वशीकृति एतत्तु निषेधकसूत्रम् आफ् निषेधकसूत्रम् आफ् आर्धधातुक सेड् वलादेः. अत्र वल् प्रत्याहारः अस्ति चेत् आर्धधातुक सेड् वलादेः इति सूत्रं कार्यं करोति, अतः तत्र इडागमस्य चिन्तनं भवति. परन्तु नेड् वशीकृति अत्र वश् प्रत्याहारः अस्ति चेत् नायिट् वशीकृति वशी भवति चेत् न भवति नायिट्. उत्तमं, नायिट् एव. नायिट् अकारः इट् इकारः अकार इकार मेलनेन एकारः गुणसन्धिः भूत्वा नेड् वशीकृति इति भवति. नेड् भवति समीचीनतया अत्र प्रतिपादितवती. नेड् इत्युक्ते न इट् तावदेव, न इट् इट् नास्ति. अतः तत्र आर्धधातुकस्य बलादेशे निषेधकसूत्रमस्ति. आर्धधातुकस्य बलादेशे इत्यस्य निषेधकसूत्रं किम्? अत्रैव उत्तरमस्ति. अत्र किञ्चित् चिन्तनम् एव नास्ति एव, झटिति वक्तव्यम्. अत्रैव उत्तरमस्ति. न इट् वशीकृति. कृति इत्युक्ते किम्? सप्तमी एकवचनम् एव, परन्तु अत्र कृदन्तमस्ति. कृति इत्युक्ते कृदन्तस्य सप्तमी विभक्ति एकवचनम्. वशीकृति वशादौ अत्र यत्र अस्ति तत्र यस्मिन् विधिः तद् आदौ अल् ग्रहणे वार्तिकमपि अस्ति. इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति तादृशप्रत्ययः यस्य आदौ वश अस्ति. आदौ यत्र वश् प्रत्याहारः अस्ति तत् स्थाने अत्र अङ्गात् न इट् अङ्गस्य विषये इट् न भवति इति. अस्तु, अत्र सारांशः इति पद्मावती पठितुं शक्यते वा सारांशः? नमस्ते भगिनि. सारांशः एवं यत् अर्धधतुकः धतुक अर्धधातुक अर्धधातुक कृत् प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः सदस्यः इष् इत्येषु अन्यतमः चेत् सः प्रत्ययः इदनुकूलः भवति. धातुः अपि सेट् चेत् सामान्यतमा इडागमो भविष्यति. यथा धातुः एकनिमिषम् अत्र सेट् विषये सेट् अनिट् वेट् इति भवति. मया एतत् ग्रूप् मध्ये प्रेषितमेव. सेट् अस्ति, सेट् अस्ति चेत् किं भवति? सः इट् चेत् इट् भवति. सेट् अस्ति चेत् अत्रैव उत्तरमस्ति. सेट् अस्ति चेत् इट् भवति. अनिट् अस्ति चेत् न इट्. अनिट् न इट् तावदेव. अनिट् इत्युक्ते न इट्. वेट् इत्युक्ते विकल्पेन इट्. विकल्पेन. उत्तमं, का उक्तवती? गीता श्रीधर भगिनी. गीता श्रीधर, उत्तमम्. इदानीम् अत्र पश्यतु, अत्र विकल्पेन इति उक्तवन्तः, उक्तवती. विकल्पेन अत्र अन्यपदमपि अस्ति. किं किम् अन्यपदं, पर्यायपदं? विकल्पेन इत्यस्य पर्यायपदं किं किं भवति अन्तलक्ष्मी? शान्त, कोऽपि वक्तुं शक्यते वा विकल्पेन इत्यस्य पर्यायपदं किं किं? मया लिखितमपि. कोऽपि जानाति वा? भवति न भवति अपि न न अन्यपदं किं अनन्तरम् अन्यतरस्यां विकल्पेन विभाषा वा एतत् पर्यायपदम् अन्यतरस्य अनन्तरं विकल्पेन अनन्तरं विभाषा अनन्तरं वा एतत् चत्वारि चत्वारीणि पदानि चत्वारि पदानि कुत्र भवन्ति विकल्पेन विभाषा वा अन्यतरस्याम् इति पर्यायपदमस्ति अस्तु विकल्पेन अत्र भवति इति तत्र दत्तम् इदानीम् अत्र यत्र वर्गीय कृत् प्रत्ययस्य आदौ कृत् प्रत्ययं यत्र अस्ति आदौ तत्र वर्गीय सदस्य व्यञ्जनानां प्रथमसदसः द्वितीयसदसः अनन्तरं सदस्यः ऊष्माणः उष् उषि इति शब्दम् आगच्छति चेत् एतत् ऊष्माणः यवरल अन्तस्थः इति अस्ति च च ह इत्येषु अन्यतमः चेत् अत्र प्रत्ययस्य विषये अनुकूलः इदाहमस्ति चिन्तनं भवति अतः तत्र धातुः सेट् अपि भवितुम् अर्हति साधारणतया अस्तु इदानीं नुल् अनिट् तृच् सेट् अत्र यथा नुल् अस्ति अनिट् अपि अस्ति अनिट् इत्युक्ते न इट् तृच् सेट् इदानीं नुल् धातोः परे चेत् इडामगणा कदापि भवति नुल् नायकः पाठकः गायकः अत्र किं कुत्रापि इडागमस्य चिन्तनं नास्ति एव तृच् सेट् अस्ति चेत् सेट् इडागमः सम्भवति तृच् एतत् अपवादः अधुना चिन्तनं कुर्वन्तु एते आर्धधातुककृतप्रत्ययः सेट् वा अनिट् वा अनीयः त प्रत्ययं तव्यत् त्वा ल्युट् तवतु तुमुन् एतत् स्वीकृत्य अत्र अनीय इदानीं पठनीय स पठितुं तव्यत् पठितव्यं त्वा पठित्वा ल्युट् ल्युट् इत्युक्ते पठनम् ल्युट् अत्र न भवति तवतु पठितवान् इति भवति तुमुन् पठितुम् इति भवति ल्युट् इदानीं धातुः सेट् वा अनिट् वा इत्यस्य प्रपञ्चः अग्रे आर्धधातुकपाठे अधीयते आर्धधातुकपाठे पाठः अग्रे आगच्छति तत् समये सेट् वा अनिट् वा अनन्तरं वेट् वा एतत् अग्रे आगच्छति एव परन्तु एतावता अस्माभिः ज्ञातं यत् आर्धधातुकप्रत्ययः अनिट् चेत् इडागमः न भवति अवश्यं न भवति प्रत्ययः सेट् चेत् अत्र इडागमस्य चिन्तनं सम्भावना आगत्य अत्र महालक्ष्मी पठितुं शक्यते वा आहत्य आम आहत्य कृत् प्रत्ययाः तिङ्प्रत्ययाः तिङ्प्रत्ययाः च द्विविधाः सार्वधातुकाः आर्धधातुकाः च यत्र प्रत्ययः सार्वधातुकः स च प्रत्ययः कृत्वा तिङ् वा भवतु प्रक्रिया समाना तथैव प्रत्ययः आर्धधातुकः चेत् स च प्रत्ययः कृत्वा तिङ्वा भवतु प्रक्रिया समाना अतः धातुभ्यः प्रत्ययः यत्र विधीयते तत्र चिन्तनं केवलं द्विविधं सार्वधातुकम् आर्धधातुकम् आर्धधातुकं वा तत्र स च प्रत्ययः कृत् अथवा तिङ् इत्यनेन प्रक्रियायां भेदः नास्ति अतः सार्वधातुकप्रक्रियायाम् अस्ति लट् लट् लोट् लङ् विधिलिङ् शत्रुषाणच्च येषां कार्यां समानं विकरणप्रत्ययसहितत्वात् विकरणप्रत्ययः सहितत्वात् आर्धधातुकप्रक्रियायाम् अस्ति लट् लङ् लृट् लृङ् लुट् लूङ् लिट् आशीर्लिङ् तृच् न्युल् नुल् नुल् तव्यत् अनीय उक्तवतु इत्यादयः येषां येषां कार्यां समानं विकरणप्रत्ययरहितत्वात् इडागमचिन्तनं सहितत्वात् च. उत्तमरीत्या पठितवती, धन्यवादः. इदानीम् अत्र आददातुक अस्ति चेदपि, सार्वधातुकः अस्ति चेदपि प्रक्रिया समानमेव, अत्र किञ्चित् क्लेशः नास्ति एव. इदानीम् आर्धधातुकप्रक्रियायाम् अस्ति चेत् अत्र लट् लोट् लङ् विधिलिङ्ग् स्वीकुर्मः, अनन्तरं शत्रु शान स्वीकुर्मः चेत् विकरणीय विकरणप्रत्ययं सहितम् इत्युक्ते किं, रहितम् इत्युक्ते किं, महालक्ष्मी वक्तुं शक्यते वा? सहितं टुगेदर्. उत्तमं. रहितम् इत्युक्ते विना. अत्र आददातुकप्रक्रियायाम् अस्ति लृट् लृङ् लुट् लुङ् लिट् आशीर्लिङ्ग् शेषः. यत्र लट् लोट् लङ् विधिलिङ्ग् अस्ति एतत् सार्वधातुकः, शेषः आर्धधातुकः. एतत् आर्धधातुकम् अनन्तरं तृच् नुल् तव्यत् अनीय अग्रे एकः डेश् अस्ति खलु, एतत् अनीयर् इति पठितव्यम्. अनीयर् अनन्तरं तवतु, इक्तवतु, तवतु इत्यादयः येषां कार्यं समानं विकरणप्रत्ययः रहितत्वात्. अत्र आर्धधातुकस्य विषये विकरणप्रत्ययं नास्ति एव. अत्र कर्तरि शप् प्रपाद्य एव अन्यकार्यं भवति. लृङ् लित्रौ एतत् वयं पूर्वमेव दृष्टवन्तः. स्या इति अस्ति, अनन्तरं तास् इति अस्ति. पूर्वमेवं लृङ् लिङ् लृटौ तासश्च इति स्या प्रत्ययं पूर्वमेव वयं दृष्टवन्तः. अत्र विकर्णप्रत्यय रहितत्वात् कर्तरिषप् इति अस्ति, परन्तु एतत् प्रबाद्य अन्य विकर्णप्रत्ययं नूतनतया आगच्छति. पठिष्यामि स्य इति भवति, भविता इति अत्र तास् प्रत्ययम् अस्ति लुट् मध्ये. इडागमस्य चिन्तनं स्थगितत्वात् च, अत्र इडागमस्य चिन्तनं भवितम् इति कृत् प्रत्ययानां समग्रः दृष्टिः. एतत् अभवत्. इदानीम् अत्र किञ्चित् क्लेशः अस्ति वा, प्रश्नः अस्ति वा, पृच्छतु. प्रश्नः अस्ति वा, अग्रे चरेम. इतोपर्यन्तं प्रश्नः अस्ति वा कोऽपि? अग्रे गच्छेम. इदानीम् अष्टाध्याय्यां सूत्राणां बलाबलं चिन्तनं कुत्र भवति चेत्, प्रथमसूत्रस्य विषये अत्र दृढीकरणं बलमस्ति वा, अन्यसूत्रस्य विषये बलमस्ति वा? अत्र अष्टाध्याय्यां परसूत्रस्य विषये पूर्वसूत्रं बलवत् भवति, पूर्वसूत्रस्य विषये बलसूत्रं बलवत् भवति. विप्रतिषेधे परं कार्यं, यत्र सूत्रसङ्ख्या समानसमयम् आगच्छति अत्र विप्रतिषेधे परं कार्यम् इति अत्र नूतनतया एकः सूत्रम् आगत्य किं सूत्रम् अत्र बलवत् भवति इति तत्र दत्तवन्तः. इदानीम् अष्टाध्याय्याः सूत्रक्रमयोजनं किम्, सूत्रक्रम आयोजनम् अत्र क्रम आयोजनम् अत्र सवर्णदीर्घः सन्धिः भवति, अतः तत्र क्रमायोजनम् इति भवति. इदानीमत्र शान्ता सुब्रह्मण्यं पठितुं शक्यते वा प्रश्नः? समीचीनः प्रश्नः, समीचीन एव. यथा किमर्थं समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भे किञ्च सन्धिसम्बन्धानि सूत्राणि ग्रन्थस्य अन्ते किमर्थम् सनादयः प्रत्ययाः प्रथमाः यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति नाम अष्टाध्यायाः बहिः तादृशः बाह्यः तर्कः न दृश्यते यत् अध्येतॄणां कृते लाभदायकः स्यात् किमर्थम् अत्र पृथक्तया पठितव्यम् अत्र प्रश्नः समीचीन एव किमर्थम् अत्र समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भे अस्ति समासः अत्र बहवः सन्ति बहवः पदानि सन्ति अत्र एकस्मिन् स्थले अत्र स्थापितं समासः इति किमर्थम् अत्र समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भे अस्ति अनन्तरम् अत्र किञ्चित् सूत्राणि अन्ते भवन्ति किमर्थम् अत्र किमर्थं प्रत्ययेषु सनादयः प्रत्ययः प्रथमा सनादयः इत्युक्ते द्वित्वं भवति बुभुक्षुः पठितुम् इच्छति खादितुम् इच्छति तादृशं सनादयः प्रकृत्प्रत्ययः किमर्थम् आदौ भवन्ति यः शिष्यः अस्ति अत्र गुरवः किं सन्ति गुरवः किं कृतवन्तः अत्र यत् निर्मितः अत्र यत् प्रथमं पठनीयं यत् अग्रे पठनीयम् अ एतत् प्रथमं पठनीयं समासः सनादयः अनन्तरम् एव अत्र तिङ्गन्तं वा सुबन्तं वा कृदन्तं वा एतत् स्वीकुर्मः अत्र पाठ्यक्रमः भवति खलु सूत्रक्रमः भवति एतत् अष्टाध्यायः बहिः तादृशबाह्याः बाह्याः बहिः इति भावस्य बाह्याः तर्कः न दृश्यते यत् अध्येतॄणां यः अध्यापकः अत्र कार्यं कृतं निर्मितं किमर्थं निर्मितं लाभदायकः स्यात् यत् किमर्थं यत् प्रथमं पठनीयं यत् अन्ते पठनीयम् इति लाभदायकः भवति एव इदानीम् उत्तरमस्ति किमस्ति अत्र गोदामाल् पठति वा गोदामाल् उत्तरम् अस्ति यत् अष्टाध्यायाः अन्त एव कञ्चन सुन्दरात्मको सुन्दरतर्कः अस्ति सुन्दरतर्कोऽस्ति अत्र अत्र यस् इति दत्तं खलु अत्र किं किं सन्धिः भवति इदानीं पठितवन्तः गतवर्गे अपि सुन्दरतर्कौ तर्को तर्कः प्रथमं विसर्गः अस्ति विसर्गस्य स्थाने ऊत्वं भवति ऊत्वस्य स्थाने ओकारः भवति आदिगुणः इति सूत्रेण अनन्तरं किं सूत्रमस्ति कोऽपि वक्तुं शक्यते वा सूत्रमस्ति सन्धिः पूर्वरूपसन्धिः उत्तमं पूर्वरूपसन्धिः किं शान्ता अनन्तलक्ष्मी न जानाति वा पूर्वरूपसन्धिः सूत्रं तु एङ्गः पदान्तात् अति इति सूत्रमस्ति अतः तत्र एतत् मिलित्वा एव अत्र सुन्दरतर्कोऽस्ति इति भवति अग्रे पठतु तस्य च तर्कस्य लक्ष्यम् अस्ति ग्रन्थस्य लघुत्वं येन सूत्राणि अत्यन्यूनानि स्युः किन्तु विषयः सम्पूर्णस्य स्यात् तदत् सर्वं कृतः तदर्धम् एतद्यशः क्रमः विरहितः लघुत्वस्य सिद्धान्तधर्म सिद्ध्यर्थम् अनुवृत्तिः सर्वत्र अनुस्यूता भवेत् सूत्राणां बलाबलं समन्वितं स्तया स्यात् अत्र गृहपाठरूपेण संस्कृतविषये पठनीयमेव भवती महालक्ष्मी अपि तादृशमेव पूर्वम् अभवत् परन्तु इदानीं सम्यक्तया सा पठितवती गृहकार्यं पठनीयम् अत्र उत्तरमस्ति यत् अष्टाध्याय्याः अन्त एव कश्चन सुन्दरतर्को अस्ति तस्य च तर्कस्य लक्ष्यम् अस्ति ग्रन्थस्य लघुत्वं येन सूत्राणि अतिन्यूनानि किञ्चित् लघु एव अतिन्यूनानि स्युः न्यूनानि लघु अपि अस्ति न्यूनानि नूतनमपि अस्ति न्यूनानि स्युः किन्तु विषयः सम्पूर्णः स्यात् अत्र विसर्गस्य स्थाने सकारः भूत्वा तदर्थं तद् योगः अर्थं तदर्थम् अत्र अपि सवर्णदीर्घः सन्ति तदर्थं सर्वं कृतम् अत्र तकार उत्तरवर्ति मकारः श्रूयते एव तदर्थं सर्वं कृतं तदर्थम् एतादृशः क्रमः विरचितः लघुत्वस्य विषये सिद्ध्यर्थम् अनुवृत्तिः सर्वत्र अनुस्यूता भवेत् सूत्राणां बलाबलं समन्वितं स्यात् अत्र सूत्रविषये बलाबलं किम् अत्र बलमस्ति किम् अत्र अबलमस्ति एतत् सर्वं द्रष्टव्यम् लघुत्वविषये इतोपि सम्यक्तया सावधानतया पठितुम् इच्छति लघुत्वम् अनन्तरम् अत्र अनुवृत्तिः अपि अस्ति अनुवृत्तिसूत्रमस्ति चेदेव अत्र क्रमेण एतत् सूत्रमस्ति चेत् प्रथमं वृद्धिरेचि अस्ति अनन्तरम् अत्र वृद्धिरेचि बाधित्वा अत्र आद्गुणः इति सूत्रं कार्यं करोति अत्र अनुवृत्ति भवति यत्र यत्र स्वीकुर्मः चेत् अत्र अनुवृत्तिसहितसूत्रमेव भवति अत्र अनुवृत्तिसहितसूत्रम् अस्ति चेत् अत्र बलाबलचिन्तनं किं बलं किम् अबलं किम् इति चिन्तनमपि भवितुमर्हति इदानीम् अत्र गीता अन्तलक्ष्मी अस्ति वा अनुवृत्तिविषये अस्माकं पठितुं शक्यते वा अन्तलक्ष्मी अस्तु गीता अस्ति गीतास्ति अन्तलक्ष्मी अस्ति वा अहं पठामि पठतु अनुवृत्तिविषये अस्माकं परिचयस्तु जातः अधुना सूत्राणां बलाबल प्रसङ्गे वक्तव्यं यदा किञ्चन पदं निर्मीयते तदा निर्माणार्थं सोपानानि सन्ति एकैकस्मिन् सोपाने कार्यं वर्तते केन क्रमेण इदं सर्वं स्यात् अपि च कस्मिक्षित् जानाति खलु इदानीमेव कुत्रचित् कदाचित् कस्मिंश्चित् एतत् पठितवन्तः खलु चित् चन प्रत्ययं योजनेन कस्मिंश्चित् सप्तमी एकवचनं कस्मिंश्चित् पठितवन्तः खलु कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतु सूत्राणां निर्णेतुं सूत्राणां बलाबलं भवति एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः तर्हि तत्र कस्य सूत्रस्य अधिकारो भवति भवेत् अत्र एकः सिद्धान्तो वदति बलाबलं नाम बलाबलस्य अत्र एकः सिद्धान्तौ वर्तते बलाबलं नाम्ना संज्ञा बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते अपि च परिभाषाद्वयम् इमे द्वे सूत्रे द्वे परिभाषे च अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति अत्र पठनार्थं किञ्चित् क्लेशः एव भवति किमर्थम् इति अहं न जाने अस्तु अनुवृत्तिविषये अस्माकम् इदानीमेव मया उक्तं यत्र सूत्रं द्वे स्तः अत्र किं सूत्रं प्रथमम् आगन्तव्यं किम् अग्रे आगन्तव्यम् अत्र बलाबलचिन्तनं किम् अत्र विप्रतिषेते परं कार्यमपि आगत्य यत् सूत्रं प्रथमम् आगन्तव्यम् इति सूचयति एतत् निर्णयार्थं किं प्रथमम् आगन्तव्यम् इति निर्णयार्थम् अत्र प्रमुख इत्युक्ते प्राधान्यसूत्रं द्वयमपि भवति अनन्तरं परिभाषाद्वयमपि भवति अत्र किं किम् इति पश्येम अत्र म्यूट् करोतु सर्वे म्यूट् करोतु अत्र गीता श्रीधर अस्ति वा हरि ओम् श्रूयते वा हा पठतु महाभाष्यवाक्यम् अन्यत्र यत्र लब्धा वश बकाशयोरेकत्रयाप्ति स्तूय बलविरोधः लब्धः अन्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः एतत् महाभाष्यवाक्यम् अत्र किमस्ति कण्ठस्थीकरणमेव अन्यत्र अन्यत्र लब्ध अवकाशः एकं सूत्रमस्ति प्रथममपि कार्यं भवितुम् अर्हति अन्ये अपि कार्यं भवितुम् अर्हति अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति चेत् लब्ध अवकाशः योः एकत्र प्राप्तिः अत्र बहु विषये अत्र एतत् सूर्यं कार्यं कर्तुं शक्यते एव परन्तु अत्र प्राप्तिः तुल्यबलविरोधः सूत्राणि द्वयं भवति तुल्यबलविरोधः एतत् एव करणीयम् इति अत्र महाभाष्ये वाक्यमस्ति अन्यत्र अन्यत्र लब्ध अवकाशकयोः एकत्र प्राप्तिः तुल्यबलविरोधः इति महाभाष्यवाक्यं तुल्यबलविरोधः एतत् एव करणीयम् इति अत्र झटिति वक्तव्यम् इति लब्ध अवकाशः अग्रे पठतु अन्यत्र अन्यत्र लब्ध अवकाशयोः यदि द्वे सूत्रे सह ययोः अन्तलक्ष्मी म्यूट् करोतु गीता श्रूयते वा न श्रूयते भग्नम् अभवत् मध्ये मध्ये लब्धावकाश यदि द्वे सूत्रतः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः तर्हि इमे द्वे सूत्रे तुल्यबले अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्गतः सः तुल्यबलविरोधः इत्युच्यते अस्तु अत्र पूर्णिमा प्रकाश अस्ति वा अस्मि भगिनि एतत् महाभाष्यवाक्यं पुनः पठतु अन्यत्र लब्ध अवकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः लब्ध अवकाशः यस्य तत् लब्ध अवकाशं सूत्रं यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यकर्तुम् आगच्छतः तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः स तुल्यबलविरोधः इति उच्यते एकस्मिन् स्थाने द्वयोः सूत्रयोः कार्यं भवति चेत् तत्र तुल्यबलविरोधः इति उच्यते तत्र द्वयोः सूत्रयोः सङ्घर्षः उत्पद्यते उत्तमं तावदेव अत्र यत्र सूत्रं द्वयम् आगत्य कार्यं कर्तुं शक्यते अत्र तुल्यबले किम् एतत् द्वे सूत्रे किं तुल्यबलमिति चिन्तनीयम् एतत्तु समानस्थले आगच्छति समानकाले अपि आगच्छति अत्र किं सूत्रं कार्यं कर्तुं शक्यते अत्र एव परस्परः सङ्घर्षः सः तुल्यबलविरोधः विरोधः अस्ति खलु एतदपि आगच्छति तत्तु सूत्रमपि आगच्छति अन्यसूत्रमपि आगच्छति कार्यं कर्तुं शक्यते परन्तु अत्र तुल्यबलविरोधः तत् स्थाने एव विप्रतिषेधे परं कार्यम् इति आगच्छति अग्रे आगच्छति इति अहं मन्ये अस्तु इदानीम् अत्र पद्मावती पठितुं शक्यते वा यथा यथा सुपि च अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यज्ञाग्नि सुप् प्रत्यये परे अनुवृद्धिसहितसूत्रं यङि सुपि च अङ्गस्य अतः दीर्घः वृक्ष प्लस् व्यां वृक्ष वृक्ष प्लस् आ प्लस् व्यां वृक्षाभ्याम् अत्र पश्यतु सुपि च इति सूत्रं किं भवति अदन्तस्य अङ्गस्य यत्र वृक्ष इति अस्ति च इति च उत्तरवर्ती अकारः तिष्ठति अतः अदन्त अङ्गम् अति एव अङ्गम् अदन्त अङ्गम् अन्ते स्थितस्य अकारस्य वृक्ष इति स्वीकुर्मः चेत् वृक्ष च इति अकारः श्रूयते तत् अकारः दीर्घः भवति आकारः इति भवति अतः सुपि च सूत्रं किं भवति अदन्तस्य अङ्गस्य दीर्घः भवति अतः वृक्ष इति भवति चेत् वृक्षा इति भवति इदानीं वृक्षाभ्याम् इति भवति वृक्षाभ्याम् इति पदं कुत्र कुत्र भवितुमर्हति 3, 2, 4, 2, 5, 2 खलु तृतीयविभक्ति वृक्षाभ्यां चतुर्थविभक्ति वृक्षाभ्यां पञ्चमीविभक्ति वृक्षाभ्याम् अथवा 3, 2, 4, 2, 5, 2 वृक्षाभ्याम् अत्र सुपि च इति कार्यं करोति अग्रे पश्यतु इदानीम् अत्र महालक्ष्मी पठति वा पठामि मा अहं पठामि बहुवचने जल्येत् अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति जलादि बहुवचनार्थं सुप् प्रत्यये परे अनुवृत्तिसहितसूत्रं बहुवचने जलि सूपि अङ्गस्य अतः येत् वृक्षायोगः सूप् वृक्षायोगः ये योगः सु वृक्षेषु सप्तमी बहुवचनम् अत्र सूत्रसङ्ख्या पश्यतु सुपि च इति 7302 सप्तमाध्याये तृतीयपादे द्वि अधिक एकशतम् इदानीं त्रयोधिक एकशतम् अस्ति सूत्रं क्रमेण भवति 102, 103 सुपि च किं भवति अदन्त अङ्गस्य दीर्घः भवति इति अन्तिमवर्णस्य दीर्घः भवति बहुवचने जल्येत् किं भवति किं सूचयति अदन्तस्य अङ्गस्य स्थितस्य अकारस्य एकारः भवति परन्तु सूत्रं तु क्रमेण भवति 102, 103 इदानीं वृक्षयोगः सुप् भवति अत्र सुप् इत्युक्ते सप्तमी बहुवचनं खलु सो जस् अमौट् शस् ताभ्यां ब्यस् अन्ते सुप् इति भवति सुप् भवति चेत् अत्र बहुवचने वृक्षेषु इति आगन्तव्यम् इदानीं वृक्षयोगः सुप् भवति वृक्षेषु वरं अत्र पश्यतु अत्र पश्यतु, एतदेव बृहत् सूत्रमस्ति, सर्वे जानन्ति खलु. सो जस् अमो डशस् ताभ्यां व्यस् नेभ्यां व्यस् नसिभ्यां व्यस् न सोस् आम् नी ओ सुप् सुप् कुत्र भवति? सु कुत्र भवति? प्रथमविभक्ति एकवचने. औ कुत्र भवति? प्रथमविभक्ति द्विवचने. जस् कुत्र भवति? प्रथमविभक्ति बहुवचने. तादृशमेव अम् औटिषस् द्वितीयविभक्ति, ताभ्यां व्यस् तृतीयाविभक्ति, नेभ्यां व्यस् चतुर्थीविभक्ति, न्यसिभ्यां व्यस् पञ्चमी विभक्ति, न्यसोस् आम् न्यसोस् आम् षष्ठीविभक्ति. नी ओ सुप् नी इति सप्तमी एकवचनं, ओस् इति रामे रामयोः रामेषु इति आगच्छति, नी इति रामे इकारः एव श्रूयते. रामयोगः इकारः अत्र अकार इकार मेलनेन गुणसन्धिः भूत्वा रामे इति भवति. अनन्तरम् ओस् रामयोः, ओस् योजनेन रामयोः, सुप् योजनेन रामेषु इति भवति. अत्र सुप् इति प्रत्ययं योजनेन किं सूत्रम् आगत्य कार्यं करोति? बहुवचने जल्येत् इति सूत्रं कार्यं करोति. किमर्थं चेत् अत्र सुप् अस्ति, वृक्ष अस्ति, सुप् स्थाने बहुवचने जल्येत् इत्यनेन अन्ते स्थितस्य अकारस्य एकारः भवति, अतः एव रामेषु वृक्षेषु इति कार्यं भवति. बहुवचने जल्येत् इति सूत्रेण एव एकारः श्रूयते. सर्वत्र अत्र पश्यतु शब्दः भवति, अत्र किं सूत्रेण बहुवचने जल्येत् इत्यनेन एव अत्र कार्यं भवति. रामेषु इति पदम् आगच्छति खलु, रामे योगः सु सुप् अस्ति बहुवचने, बहुवचने जल्येत् इत्यनेन एव अत्र रामः इति पदे रामे बहुवचने जल्येत् इत्यनेन एव अत्र एकारः श्रूयते. अतः एव अत्र रामेषु इति पदम् आगच्छति. अनन्तरम् अत्र सुख सु इति अस्ति, अत्र सुस्थाने दन्त्यसकारस्य स्थाने मूर्धने षकारः आगत्य कार्यं करोति, अतः तत्र आदेशप्रत्ययोः इति कार्यं करोति रामेषु इति. इदानीम् अत्र प्रश्नः अस्ति वा? पृच्छतु. बहुवचने जल्येत् किं कार्यं करोति? अन्ते स्थितस्य अकारस्य एकारादेशः भवति. अत्र सुपि च किं भवति? सुपि च किं कार्यं करोति? अकारस्य आकारः भवति. अकारस्य आकारः भवति. अनन्तरं बहुवचने जल्यति किं भवति? अङ्गे स्थित अकारस्य एकारः एव रामेषु इति भवति. अत्रैव उत्तरमस्ति. अतः एतत् सुपि च बहुवचने जल्येत् एतत् सूत्रम् क्रमेण आगच्छति. अत्र किं भवति चेत् बलाव एकत्र प्राप्तिः भवति, एकत्र प्राप्तिः नास्ति, सूत्रविरोधः नास्ति, उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः. अत्र क्रमेण आगच्छति सुपि च बहुवचने जल्येत्. अत्र व्याम् इति भवति, वृक्षेषु इति भवति, सुपि च इति कार्यम् अकारस्य स्थाने दीर्घ आकारः भवति, बहुवचने जल्येत् इत्यस्य अकारस्य स्थाने एकारः भवति, अतः एव रामेषु वृक्षेषु इति भवति. अत्र उभयत्र एकत्र प्राप्तिः नास्ति, एतत् अन्यपदं सूचयति, एतत् अन्यपदं सूचयति, अन्यवर्णः सूचयति, सुपि च अकारस्य स्थाने आकारः सूचयति. अनन्तरम् अत्र बहुवचने जल्यते इत्यनेन अकारस्य स्थाने एकारः सूचयति. अत्र किमपि विरोधः नास्ति एव, कार्यं भिन्नं भिन्नं भवति, अत्र एकत्र प्राप्तिः नास्ति एव खलु. अग्रे आगच्छति, एकत्र प्राप्तिः अस्ति चेत् किं कार्यं करणीयम्, अत्र बलाबलचिन्तनं किं करणीयम् इति अग्रे आगच्छति. अत्र इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा? अस्ति चेत् पृच्छतु. बहुवचने जल्येत्, स्तुपि च, किं कार्यं कोऽपि वक्तुं शक्यते वा? वदतु. स्तुपि च, स्तुपि च अङ्गस्य जल्येत् इत्युक्ते उद्देशित अङ्गस्य अकारस्य एकारः भवति तावदेव. सुपि च अकारस्य आकारः भवति, बहुवचने जल्येत् इत्यनेन तादृशमेव अकारस्य परन्तु एकारः भवति, कार्यं करोति. एतदेव अत्र अत्र बोधम्माल् अन्तिमश्लोकं वदतु. पूर्णिमा प्रकाश, अन्तिमश्लोकं पठतु, वदतु. शान्ता सुब्रह्मण्यन्. ॐ सहनागुणस्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगुरुभ्यो नमः. हरिः ओं, हरिः ओं, हरिः ओम्. सर्वेभ्यः नमस्कारः, शुभदिनं, धन्यवादः. प्रश्नः अस्ति चेत् धन्यवादः. धन्यवादः. धन्यवादः.